पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 32 भीष्म उवाच केन कर्म विपाकेन प्रेतत्वं जायते पुनः केन वात्र प्रमुच्येत तन्मे ब्रूहि महामते पुलस्त्य उवाच अहं ते कथयिष्यामि सर्वमेतदशेषतः यच्छ्रुत्वा न पुनर्मोहं व्यास्यते नृपसत्तम येन जायेत प्रेतत्वं येन चास्मात् प्रमुच्यते प्राप्नोति नरकं घोरं दुस्तरं त्रिदशैरपि सदां सम्भाषणे चैव पुण्यतीर्थानुकीर्तने मानवास्तु प्रमुच्यन्त आपन्नाः प्रेदयोनिषु श्रूयते हि पुरा भीष्मब्राह्मणः संशितव्रतः प्रधु सर्वत्र विख्यातः सन्तोषे च सदा स्थितः स्वाध्याययुक्तो गेहेषु नित्ययोगश्च योगवित् जपयज्ञविधानेन युक्तं कालं क्षिपेच्च सः युक्तः क्षमा दयाभ्यां च क्षान्त्या युक्ताश्च तत्त्वविद अहिंसाहितचित्तश्च मार्दवे च तथा स्थितः ब्रह्मचर्यसमयुक्तस्तपो योगसमन्वितः युक्तः स पितृकार्येषु युक्तो वैदिककर्मसु परलोकभये युक्तो युक्तः सत्यवचःप्रदि युक्तो मधुरवाक्येषु युक्तश्चातिथिपूजने इष्टापूर्तसमयुक्तो युक्तो द्वन्द्वविवर्जने स्वकर्मविधिसंयुक्तो युक्तस्वाध्यायकर्मसु एवं कर्माणि कुर्वन्तः संसारविजिगीषया बहून्यब्दान्यतीतानि ब्राह्मणस्य गृहे ततः तस्य बुद्धिरियं जाता तीर्थाभिगमनं प्रति पुण्यैस्तीर्थजलैरेतत्क्लिन्नं कुर्यां कलेवरं प्रयतः पुष्करे स्नात्वा भास्करस्योदयं प्रति कृतजप्यनमस्कारोऽप्यध्वानं प्रत्यपद्यत अग्रदः पञ्च पुरुषान् पश्यत्सोदिभीषणान् वने कण्टकवृक्षाढ्ये निर्जने पक्षिवर्जिते तान् दृष्ट्वा विकृताकारान् सुखोरान् पापदर्शनान् ईषत्संत्रस्तहृदयो व्यतिष्ठन्निश्चलाकृतिः अवलम्ब्य ततो धैर्यं भयमुत्सृज्य दूरतः पप्रच्छ मधुराभाषी के यूयं विकृधा कुदः किं वाचैव कृतं कर्म ये न प्राप्ताश्च वै कृतं कथमेवं विधा सर्वे प्रस्थिता कुत्र चाध्वनि प्रेतावूचुः क्षुत्पिपासान्विता नित्यं महादुःखसमावृताः कृतः प्रज्ञा वयं सर्वे नष्ट संजा विचेतसः न जानीमो दिशं चाभिप्रदिशं चापि कांश्चन नान्तरिक्षं महीं चापि न जानीमो दिवं तथा यदेतद्दुःखमाख्यादमेतदेव सुखं भवेद् प्रभातमिदमाभादि भास्करोर्दय दर्शनात् अहं पर्युषितो नाम सूचीमुखस्तथा परः शीघ्रगो रोहकश्चैव पञ्चमो लेखकस्तथा ब्राह्मण उवाच प्रदानां कर्मजातानां नाम्ना वै सम्भवः कुतः किं तत्कारणमुद्दिश्य यदो यूयं सनामकाः प्रेदाऊचुः अहं स्वादु सदा भुञ्जे दद्यां पर्युषितं द्विजः एतत्कारणमासाद्य नाम पर्युषितो मम सूचिता बहवोनेन विप्राश्चान्नाद्यकाङ्क्षिणः एतत्कारणमुद्दिश्य सूचीमुखाभिदो मदः शीघ्रं गतोऽस्मि विप्रेण याचितः क्षुधितेन च एतत्कारणमुद्दिश्य शीघ्रगोद्विजसत्तम गृहोपरि सदा स्वादु भुङ्गे द्विजभयेन हि उद्विग्न मानसस्तत्र तेनासौ रोहकस्मृतः मौने चापि स्थितो नित्यं याचितो विलिखन्महीम् अस्माकमपि पापिष्ठो लेखको नाम नामदः कृच्छ्रेण लेखको यादि रोहकस्तु अवाक्षिराः शीघ्रः पङ्गुदां प्राप्तः सूची सूचीमुखो भवद पर्युषितो लम्बग्रीवो लम्बोदर उदाहृदः बृहद्वृषणलम्बोष्टः पापादस्मादजायत एदत्ते सर्वमाख्यादमात्मवृत्तं सहेतुकं पृच्छस्व यदि ते श्रद्धा पृष्ठाश्च कथयामहे ब्राह्मण उवाच ये जीवा भुवि तिष्ठन्ति सर्वेऽप्याहारमूलकाः युष्माकमपि चाहारं श्रोतुमिच्छामि तत्त्वतः प्रेताऊचुः शृणुष्वाहारमस्माकं सर्वसत्त्वविगर्हितं यच्छ्रुत्वा निन्दसे विप्र भूयो भूयश्च नित्यशः श्लेष्ममूत्रपुरीषेण योषि दङ्गमलेन च गृहाणि त्यक्तशौचानि प्रेदाभुञ्जन्ति तत्र वै स्त्रीभिर्दग्धानि कीर्णानि प्रकीर्णोच्छिष्टकानि च मलेनापि जुगुप्स्यानि प्रेदाभुञ्जन्ति तत्र वै चित्तलज्जाविहीनानि होमहीनानि यानि च व्रतैश्चैव विहीनानि प्रेदाभुञ्जन्ति तत्र वै गुरवो नैव पूज्यं ते स्त्री जितानि गृहाणि च क्रोधलोभगृहीतानि प्रेदा भुञ्जन्ति तत्र वै त्रपामे जायते ताद कथ्यमाने स्वभोजने अस्मात्परतरं चानन्य वक्तुमपि शक्यते निवृत्तिं प्रेदभावस्य पृच्छामस्त्वां दृढव्रत यथा न भवति प्रेदस्तन्मे वद तपोधन ब्राह्मण उवाच एकरात्रद्विरात्रादिकृच्छ्रचान्द्रायणादिभिः व्रतैरन्यैकृतैर्नित्यं न प्रेदो जायते नरः त्रीनग्नीन् पञ्च चैकं वा यो हन्यहनि सेवते स वैभूतदयापन्नो न प्रेदो जायते नरः तुल्यो मानेपमाने च तुल्यकाञ्चनलोष्ठयोः तुल्यशत्रौ च मित्रे च न प्रेदो जायते नरः देवतातिथिपूजासु गुरुपूजासु नित्यशः रदो वै पितृपूजासु न प्रेदो जायते नरः शुक्लाङ्गारकसंयुक्ता चतुर्थी जायते यदा श्रद्धया श्राद्धकृतस्यां न प्रेदो जायते नरः जिदक्रोधविमर्शोयस्तृष्णासङ्गविवर्जितः क्षमावान् दानशीलश्च न प्रेदो जायते नरः गोब्राह्मणांश्च तीर्थानि पर्वतांश्च नदीस्तथा देवांश्चैव दुह्यो वन्द्यान्न प्रेदो जायते नरः प्रेतावूजुः श्रुताश्च विविधा धर्माः पृच्छामो दुःखिता मुने येन वै जायते प्रेदस्तन्नो वद महामते ब्राह्मण उवाच शूद्रान्नेन दुभुक्तेन ब्राह्मणेन विशेषतः म्रियते ह्युदरस्तेन स वै प्रेदो भवेन्नरः मातरं पितरं भ्रातॄन् भगिनीं सुदमेव च अदृष्टदोषांस्त्यजति स प्रेदो जायते नरः अयाज्यया जना चैव याज्यस्य च विवर्जनाद् रदो वै शूद्रसेवासु स प्रेदो जायते नरः न्यासापहर्ता मित्रधृशूद्रपाकरतः सदा विश्रम्भगादीकूटस्थः स प्रेदो जायते नरः ब्रह्मवा गोघ्नकस्थेनः सुरापो गुरुदल्पकः भूमिकन्यापहर्ता च स प्रेदो जायते नरः सामान्यां दक्षिणां लब्ध्वा एक एव निगूहति नास्तिकी भावनिरतः स वै प्रेदोऽभिजायते एवं ब्रुवाणे विप्रेन्द्र आकाशे दुन्दुभिस्वनः पुष्पवृष्टिपपादोर्व्यां देवैर्मुक्ता सहस्रशः प्रदानां तु विमानानि आगतानि समं ददः अस्य विप्रस्य सम्भाष्यात् पुण्यसङ्कीर्तनेन च तस्मात् सर्वप्रयत्नेन सदा सम्भाषणं कुरु यदि ते श्रेयसाकार्यं गङ्गासुत अतन्त्रितः तिलकं सर्वधर्मस्य पञ्चप्रेतकथामिमां पठे लक्षं योऽस्य कुलेन प्रेतो जायते नरः शृणोति वाप्यभीक्ष्णं वा श्रद्धया परयान्वितः भक्त्या समन्वितो वापि न प्रेतो जायते नरः भीष्म उवाच अन्तरिक्षे किमर्थं तु पुष्करं परिकीर्त्यते मुनिभिर्धर्मशीलैश्च लभ्यते तत्कथं त्विह येन तल्लभ्यते लब्धं लब्धं चैव फलप्रदं तन्मे सर्वं समाचक्ष्व कौतुकादेव पृच्छतः पुलस्त्य उवाच ऋषिकोटिस्समायादा दक्षिणापथवासिनी स्नानार्थं पुष्करे राजन् पुष्करं च वियद्गदं मत्वा ते मुनयः सर्वे प्राणायामपरायणाः ध्यायमानाः परं ब्रह्मस्थिता द्वादश वत्सरान् ब्रह्मा महर्षयस्तत्र देवासेन्द्रात्समागताः ऋषयोऽन्तर्हिताः प्रोचुर्नियमांस्ते सुदुष्करान् आकारणं पुष्करस्य मन्त्रेण क्रियतां द्विजाः आपोहिष्ठेदि तिसृभिर्ऋग्भिः साम्निध्यमेष्यति अकमर्षणजप्येन भवेद्वै फलदायकं विप्रैर्वाक्यावसाने तु सर्वैस्तैस्तु तथा कृतम् कृतेन पुण्यतां प्राप्ता ये निदेशाच्च ते द्विजाः गर्हिता धर्मशास्त्रेषु ते विप्रा दक्षिणोत्तराः ये चान्ये पार्वतीयाश्च श्राद्धेनार्हन्ति केतनम् ये तस्मात्कारणाद्राजन्वियत्येवं समास्थितम् कार्तिक्यां पुष्करं स्नानात् पूततामभियच्छति ब्रह्मणा सहितं राजन् सर्वेषां पुण्यदायकम् तत्रागतास्तु ये वर्णाः सर्वे ते पुण्यभाजनाः द्विजैस्तुल्यान सन्देहो विना मन्त्रेण ते नृप आग्नेयं तु यदा ऋक्षं कार्तिक्यां भवति क्वचिद् महती सा तिथिर्ज्ञेया स्नाने दाने तथोत्तमा यदा याम्यं तु भवति ऋक्षं तस्यां तिथौ क्वचिद् तिथिः सापि महापुण्या यदिभिः परिकीर्तिता प्राजापत्यं यदा ऋक्षं तिथौ तस्यां नराधिप सा महाकार्तिकी प्रोक्ता देवानामपि दुर्लभा यदा चार्के गुरौ सोमे वारेष्वेदेषु वैत्रिषु त्रीण्येतानि च ऋक्षाणि स्वयं प्रोक्तानि ब्रह्मणा अत्राश्वमेधिकं पुण्यं स्नातस्य भवति ध्रुवं दानमक्षयदां याति पितॄणां तर्पणं तथा विशाखासु यदा भानुकृत्तिकासु च चन्द्रमाः स योगः पुष्करो नाम पुष्करेष्वतिदुर्लभः अन्तरिक्षावतीर्णेतु तीर्थे पैदामहे शुभे स्नानं येत्र करिष्यन्ति तेषां लोका महोदयाः न स्नेहां तेऽन्यपुण्यस्य कृतस्याप्यकृतस्य च करिष्यन्ति महाराज सत्यमेददुदाहृदम् तीर्थानां प्रवरं तीर्थं पृथिव्यामिह पठ्यते नास्मात्परं पुण्यतीर्थं लोकेषु नृपपठ्यते कार्तिक्यां तु विशेषेण पुण्या पापहरा शुभा उदुम्बरवनात्तस्मादागता च सरस्वती तया तत्पूरितं तीर्थं पुष्करं मुनिसेवितं दक्षिणे शिखरं भादि पर्वतस्याविदूरतः नीलां जनचयप्रख्यं वर्णदो नीलशाद्वलं तया तच्छिखरं तस्य कस्थितं पुष्करं यथा प्रावृत्काले वियत्पूर्णं घनवृन्दमिवोच्छ्रितं कदम्ब पुष्पगन्धाढ्यं कुडजार्जुनभूषितं रथमार्गमिवारोढुं रवेस्तच्छिखरं स्थितं वृत्तैः स पुलकैः स्निग्धैः स्त्रीणामिव पयोद्धरैः श्रीफलैः शिखरं भादि समन्दासुमनोहरैः गुञ्जद्भिषट्पदकुलैः समं तादुपशोभितं कोकिलारावरुचिरं शिखिकेकारवाकुलं शृङ्गे मनोहरे तस्मिन्नुद्गदासु मनोरमा पुण्या पुण्य जलोपेदा नदीयं ब्रह्मणस्सुता वंशस्तम्भासु विपुला प्रवृत्ता चोत्तरामुखी गत्वा ततो नादिदूरात् पुनर्यादिपराङ्मुखी ततः प्रभृति सा देवी प्रसन्ना प्रकटास्थिता अन्तर्धानं परित्यज्य प्राणिनामनुकम्पया कनका सुप्रभा चैव नन्दा प्राजी सरस्वती पञ्चस्रोता पुष्करेषु ब्रह्मणा परिभाषिता तस्यास्तीरे सुरम्याणि तीर्थान्यायतनानि च संसेवितानि मुनिभिसिद्धैश्चापि समं ततः तेषु सर्वेषु भविता धर्म हे दुःसरस्वती हाडकक्षिदि गौरीणां तत्तीर्थेषु महोदयं दानं दत्तं नरैस्नादैर्जनयत्यक्षयं फलम् धान्यप्रदानं प्रवरं वदन्ति तिलप्रदानं च तथा मुनीन्द्राः यैस्तेषु तीर्थेषु नरैः प्रदत्तं तद्धर्महेतुप्रवरं प्रदिष्ठम् प्रायोपवेश्यं प्रयदप्रयत्नाद्यस्तेषु कुर्यात् प्रमदा पुमान् वा तीर्थेऽपि संयोज्यमनोऽपि चेद्धं भुङ्क्ते फलं ब्रह्म गृहे यथेष्टम् तस्योपकण्ठे म्रियते हि यैस्तु कर्मक्षयास्तावरजङ्गमैश्च ते चापि सर्वे सकलं प्रसह्य लभन्ति यज्ञस्य फलं दुरापं ततस्तु सा धर्मफलारणी च जन्मादिदुःखार्दितचेदसां तु सर्वात्मना चारुफला सरस्वती सेव्या प्रयत्नात् पुरुषैर्महानदी तत्र ये सलिलं भूतं पिबन्ति सददं नराः न ते मनुष्या देवास्ते जगत्यामिह संस्थिताः यज्ञैर्दानैस्तपोभिश्च यत्फलं प्राप्यते द्विजैः तदत्र स्नानमात्रेण शूद्रैरपि स्वभावजैः दर्शनात् पुष्करस्यापि महापातकिनोऽपि ये तेऽपि तत्पापनिर्मुक्ता स्वर्गं यान्ति तनुक्षये तत्रोपवासी यज्ञस्य पुण्डरीकस्य यद्फलं तत्प्राप्नोति नरः क्षिप्रमल्पायासेन पुष्करे माघमासे तिलान्यस्तु प्रयच्छति च सद्विजे यथा शक्तिजभक्त्या च स विष्णुभवने वसेत् तत्रोपवासं स्नानं च पञ्चगव्यासनं तथा यः करोति नरसोऽपि देहान्ते स्वर्गमाप्नुयात् वसन्ति तत्समीपस्था येऽपि तस्करजातयः तेऽपि तस्यानुभावेन स्वार्यान्ति च न संशयः ये पुनः शूद्रवृत्तिस्थास्त्रिरात्रोपोषितो नराः प्रयच्छन्ति द्विजेष्वर्थं ब्रह्मशक्तिसमन्विताः ते मृता यानमारूढाः पद्मासनचतुर्भुजाः ब्रह्मणा सह सायुज्यं प्राप्नुवन्त्यपुनर्भवम् गङ्गोद्भेदं यत्र गङ्गा सम्प्राप्ता सरिताम्बरां सरस्वतीं द्रष्टुकामाः सां त्वार्थे प्रोद्गदाम्बराद तत्र गत्वा पयपूदं सुरसिद्धनिषेवितं सारस्वतं च विमलं विद्याधरगणार्चितम् पीदमेकां जलिमिदं येनाप्तं तेन तत्परम् अवलोक्य दिशं पूर्वामाह गङ्गे सखित्वया एकाकिनी वियुक्तास्मि क्व यास्येह मबान्धवा तां विज्ञाय ततो गङ्गा रुदन्तीं शोककर्षितां पूर्वदेशात् समायादाद्द्रष्टुं तां दीनमानसां दृष्ट्वा सदां महाभागां परिष्वज्यदु पीडितां नेत्रे प्रमृज्य चैदस्याः प्राह गङ्गावचस्तदा मा रोदिस्त्वं महाभागे दुष्करं ते कृतं सखि देवकार्यं यदन्येन कर्तुं शक्येत नैव हि यदस्मात्ते महाभागे द्रष्टुं देवाः समागताः येषां च क्रियतां पूजा वाङ्मनःकाय कर्मणा सरस्वती सुरेन्द्राणां कृत्वा पूजा विधिक्रमम् क्रमेण ब्रह्मजा पश्चात्सङ्गदातु सखीजनं ज्येष्ठमध्यमयोर्मध्ये सङ्गमो लोकविश्रुतः पश्चान्मुखी ब्रह्मसुता जाह्नवीदु उदङ्मुखी ततस्ते विबुधाः सर्वे पुष्करं ये समागताः विदित्वा दुष्करं कर्म तस्यास्तुतिमकारयन् त्वं बुद्धिस्त्वं मदिर्लक्ष्मीस्त्वं विद्या त्वं गतिः परा त्वं श्रद्धा त्वं परानिष्ठा बुद्धिर्मेधारधिः क्षमा त्वं सिद्धिस्त्वं स्वधा स्वाहा त्वं पवित्रं मदं महद सन्ध्या रात्रिप्रभा भूतिर्मेधा श्रद्धा सरस्वती यज्ञविद्या महाविद्या गुह्यविद्या च शोभना आन्वीक्षिकी तु या वार्ता दण्डनीधिश्च कथ्यते नमोऽस्तु दे पुण्यजले नमः सागरगामिनि नमस्ते पापनिर्मोके नमो देवि जगत्प्रिये एवं स्तुदा हि सा देवी दिव्या स्वार्थपरायणैः एवं सा प्राङ्मुखी तत्र स्थिता देवी सरस्वती सर्वतीर्थमयी देवी सर्वामरसमन्विता प्राचीसेदि बुधज्ञेया ब्रह्मणो वचनं तथा तत्र शुद्धावडं नाम तीर्थं पैदामहं स्मृतं दर्शनेनापि वै तस्य महापातकिनोऽपि ये भोगिभोगान् समश्नन्ति विशुद्धा ब्रह्मणोऽन्तिके प्रायोपवेशं ये तत्र प्रकुर्वन्ति नरोत्तमाः ते मृता ब्रह्मयानेन दिवं यात्यकुतो भयाः तत्राल्पमपि यैर्दानं दत्तं ब्रह्मविदात्मनां जन्मान्तरशतं तेषां तैर्दत्तं भावितात्मनां खण्डस्फुटितसंस्कारं तत्र कुर्वन्ति ये नराः ते ब्रह्म लोकमासाद्यमोदन्ते सुखिनः सदा योऽत्र पूजा जपो होमकृतो भवति देहिनाम् अनन्दं तद्फलं सर्वं ब्रह्मभक्तिरतात्मनाम् तत्र दीपप्रदानेन ज्ञानचक्षुरदीन्द्रियः प्राप्नोति धूपदानेन स्थानं ब्रह्मनिषेवितम् अथ किं बहुनोक्तेन संगमे यत्प्रदीयते तदनन्तफलं प्रोक्तं जीवतो वा मृतस्य च स्नानाज्जपात्तथा होमादनन्तफलसाधकं रामेणागत्य वै तत्र पिण्डं दशरथस्य च दत्तं श्राद्धं तत्र तेन मार्कण्डेयेन दर्शिते तत्र वापी चतुःकोणा तत्र पिण्डप्रदानराः हंसयुक्तेन यानेन सर्वे यान्ति त्रिविष्टपं तस्यां वाप्यां तु वै ब्रह्मा पितृमेथं चकारः यज्ञं यज्ञविदां श्रेष्ठः समाप्तवरदक्षिणं वसवः पितरो ज्ञेया रुद्राश्चैव पिता महाः आदित्याश्च ततस्तेषां विहिता प्रापिता महाः त्रिविधा अपि आहूय पुनरुक्ता विरिञ्चिना भवद्भिः पिण्डदानाद्यं ग्राह्यमत्र स्थितैः सदा यत्कृतं पितृकार्यं च तदनन्तफलं भवेद् वृत्त्यर्थं पितरस्तेषां तुष्टाश्चैव पितामहाः लभं ते तर्पणातृप्तिं पिण्डदानात्त्रिविष्टपं तस्मात् सर्वं परित्यज्य प्राचीने पिण्डदो भवेद् दत्त्वा पुत्रप्रयत्नेन पितॄन् सर्वांश्च तर्पयेद् प्राचीनेश्वरदेवस्य पुरोभूतं प्रतिष्ठितम् आदितीर्थं तदित्युक्तं दर्शनादपि मुक्तिदम् स्पृष्ट्वा दुसलिलं तत्र मुच्यते जन्मबन्धनाद् अवगाहनात् ब्रह्मणोऽसौ भवत्यनुचरः सदा आदितीर्थे नरस्नात्वा यः प्रदद्यात् समाधिना अन्नमल्पमपि प्राय प्रायश स्वर्गमाप्नुयाद् यस्तत्र ब्रह्मभक्तानां नरस्नात्वा ददेद्धनं कृसेरणापि हेम्ना च सस्वर्गे मोददे सुखी प्राची सरस्वती तत्र नरैः किं मृग्यते परं तस्यां स्नानाद्बलं तृप्त्यै तपो यज्ञादिलक्षणम् येऽपि बन्ति नराः पुण्यां प्राचीं देवीं सरस्वतीं न ते नरासुराज्ञेया मार्कण्डेयर्षिरब्रवीद सरस्वती नदीं प्राप्य न स्नाने नियमत्वजिद भुक्ते वा न च वा भुङ्गे दिवा वा यदि वा निशि तत्तीर्थं सर्वतीर्थानां प्राचीनं प्रवरं स्मृतं पापघ्नं पुण्यजननं प्राणिनां परिकीर्तितम् ये पुनर्भावितात्मानस्तत्र स्नात्वा जनार्दनं पूजयन्ति यथा शक्ति ते प्रयान्ति त्रिविष्टपं देवानां प्रवरो विष्णुस्तेन यत्र सरस्वती सेविता तत्परं तीर्थं त्रिदौ ब्रह्मसुदो ब्रवीद ततस्तस्मान्महातीर्थं मन्यमानामहोदयं मन्दाकिनी मुदीक्षन्ती स्थिता तत्र सरस्वती तत्तीर्थं सर्वतीर्थानां परं स्वायम्भुवो ब्रवीद मन्दाकिन्या समं यत्र प्राप्य पुण्यसमागमम् तत्र स्थाने स्थिता देवैस्तुदा देवी सरस्वती मत्वा चैकाकिनीं तां तु दीनास्यां दीनमानसां सखीं तदा सृजद्ब्रह्मा रूपिणीं विमलेक्षणां हरिणीं हरिरप्याशुजज्ञे कमललोचनां वज्रिणीमपि देवेशो वज्रपाणिर्विसृष्टवान् सुकुरङ्गरुचिं देवो नीलकण्ठो वृषध्वजः सखीं सं जनयामास सरस्वत्यास्त्रिलोचनः विलोक्यमाना सा राजन् सखीभिः सुरसुन्दरी प्रकृष्टा यादुमारब्धा देवादेशान्महानदी ततः सखीभिः सार्धं सा प्राचीनागं तु मुद्यता सरस्वती समस्थानां तासां श्रेष्ठतमा स्मृता प्राची सरस्वती तोयं येऽपि बन्दि मृगा भुवि तेऽपि स्वर्गं गमिष्यन्ति यज्ञैर्द्विजवरा यथा चिन्तामणिरिवात्रैषा प्राजी ज्ञेया सरस्वती तथा कामफलस्येयं हेदुभूदा महानदी दक्षिणां दिशमालोक्य पुनः पश्चान्मुखी गदा उक्तातया तथा गङ्गादिशं प्राचीं व्रजस्वः विस्मर्तव्या न चाहं ते व्रजदेवि यथागतम् इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे तीर्थावतारो नाम द्वात्रिंशोऽध्यायः ॐ